अस्तु, तर्हि अस्माकं विषयः सतिसप्तमी. अयं विषयः किन्तु बहु समीचीनः. अत्र अनेकानां विषयाणां पुनस्मरणमपि भवति, विषयः अपि व्यावहारिकः अस्ति. तर्हि अस्मिन् किं वक्तव्यमस्ति, गते सप्ताहे विषयः आरब्धः, तत्र प्रमुखविषयः कः इति चेत् अस्माभिः प्रथमतया किम् अवगन्तव्यमस्ति, कस्मिन्नपि वाक्ये ज्ञापकक्रियायाः आशयः कः, नाम कर्ता अथवा कर्म, तदाधारीकृत्य अस्माकं सप्तमी सतिसप्तमीयुक्त वचनं भवति. तर्हि अत्र अस्य अवगमनार्थं प्रथमतया अत्र क्तान्तप्रयोगाणां, क्तवत्वान्तप्रयोगाणाम् अपि च शत्रान्तप्रयोगाणां व्यवहारः भवति अस्मिन् क्षेत्रे. प्रथमतया गतसप्ताहे अस्माभिः किम् अवलोकितम् इति चेत् तत्र क्तान्तानां, तर्हि क्तान्तानां प्रसङ्गे ज्ञापकक्रियायाः आशयः कर्ता अथवा कर्म इत्यस्य बोधनार्थं तत्र गते पाठे एकं कोष्टकम् अस्ति. तच्च कोष्टकं कुत्र, तत्र त्रिनवतितमे पुटे अस्ति. तत्र सर्वे पश्यन्तु. महोदय क्षम्यताम्, अहं मेहुल अस्मि, अतः आगतवान्. अस्तु, समीचीनं महोदय. तर्हि अत्र कोष्टकं पश्यामः एकवारम्. नाम कस्यापि धातोः अर्थः कः इति अस्माभिः अवगन्तव्यमस्ति. धातोः कर्मणि भावे च इति सामान्यमस्ति क्तान्तप्रयोगाणां, कर्मणि क्ता भावे क्ता प्रयोगः इति अस्ति सामान्यं. यः कोऽपि धातुः भवतु, नाम धातुः सकर्मकः अस्ति चेत् कर्मणि प्रयोगे भवति क्तान्तप्रसङ्गे, अकर्मकधातुः अस्ति चेत् भावे प्रयोगे भवति इति सामान्यनियमः. अनन्तरं धातुः सकर्मकः चेदपि अकर्मकप्रसङ्गे कर्तरी अपि भवति, क्षम्यतां, धातुः गत्यार्थकः नाम धातुः सकर्मकः चेदपि गत्यार्थकः इति चेत् तत्र कर्तरी अपि भवति, अपि च धातुः अकर्मकः चेदपि कर्तरी अपि भवति. अनन्तरं परिगणतानामपि तत्र कर्तरी अपि भवति इति अस्माभिः अवलोकितमासीत्. तर्हि सामान्यमस्ति सर्वेषां सकर्मकाणां कर्मणि भवति कृतान्तप्रसङ्गे, सर्वेषाम् अकर्मकाणां भावे भवति कृतान्तप्रयोगे प्रसङ्गे. अनन्तरम् अकर्मकधातूनां कर्तरी अपि भवति, सकर्मकः अस्ति चेदपि गत्यार्थकः चेत् तत्र कर्तरी अपि भवति इति बोधः. तावत् अस्माकम् अभ्यासः जातः. तर्हि इदानीं अत्र लिखितमस्ति अस्माकम् अग्रिमपाठे यत् तत्र ज्ञापकक्रियायाः आशयः कर्ता भवितुमर्हति, कर्म भवितुमर्हति क्तान्तप्रसङ्गे. तर्हि ज्ञापकक्रियायाः आशयः कर्ता कुत्र भवति, ज्ञापकक्रियायाः आशयः कर्ता भवति यदा क्तान्तप्रयोगः कर्तरिप्रयोगे अस्ति, कर्तृर्थे अस्ति. तर्हि कर्तृर्थे कुत्र भवति, तत्र सूत्रम् अस्माभिः ज्ञातमस्ति. तत्र अकर्मकधातूनां गत्यार्थकधातूनाम् अपि च शशादीनां धातूनां. तर्हि अत्र प्रथमाभ्यासे तादृश उदाहरणानि सन्ति. अध्यापके उपविष्टे छात्राः उपविष्टवन्तः. प्रथमतया सति सत्यमिति यदा तदा इति सामान्यार्थः अस्ति. यदा अध्यापकः उपविष्टवान् तदा छात्राः उपविष्टवन्तः. अध्यापके उपविष्टे सति छात्राः उपविष्टवन्तः. अत्र अध्यापके उपविष्टे, अत्र उपविष्टशब्दस्य कृतान्तशब्दस्य तत्र आश्रयः कः? नाम अत्र क्रिया अस्ति, विष्टातु उपसर्ग उपसर्गपूर्वकः, तत्र विष्टातुः अकामकः. अकामकः धातुः इत्युक्ते तत्र कर्मपदं नास्ति, तस्य आशयः, क्रियायाः आशयः अत्र कर्ता अस्ति, अत्र कर्मणि प्रयोगे अस्ति, क्षम्यतां, कर्तृप्रयोगे अस्ति. यत्र ज्ञापकक्रियायाः आशयः कर्ता, नाम क्रियायाः आशयः कर्ता, यत्र यत्र तत्र तत्र कर्मणि कर्तृ एव प्रयोगः अस्ति, कर्तृप्रयोगः, कर्तृप्रयोगः अस्ति. तर्हि अध्यापके उपविष्टे इत्युक्ते अध्यापकः एव कर्तृपदं, कर्ता, कर्ता. तर्हि अत्र पुष्पेषु विकसितेषु भ्रमराः आगताः इत्युक्ते कर्तरिप्रयोगः अस्ति. तत्र वि उपसर्गः कस्धातुः, अकर्मकधातुः. तर्हि अत्र कर्तरिप्रयोगः अस्ति. विकसितशब्दस्य तत्र आशयः, नाम क्रियायाः आशयः अस्ति पुष्पं, पुष्पाणि. तर्हि कर्तरिप्रयोगः अस्ति. पुष्पेषु विकसितेषु भ्रमराः आगताः. अत्र भोजने समाप्ते पिता कार्यालयं गतवान्. अत्र उक्तमस्ति यत् आशयः क्रिया, ज्ञापकक्रियायाः आशयः कर्ता. ज्ञापकक्रिया इत्युक्ते किं? ज्ञापक किं ज्ञापयति? क्रियाद्वयमस्ति सती सप्तमी, यत्र कुत्रापि भवति तत्र क्रियाद्वयमस्ति. प्रथमक्रिया ज्ञापयति द्वितीयक्रियायाः समयः, समयं ज्ञापयति कदा भवति. तर्हि भोजने समाप्ते पिता कार्यालयं गतवान्. अत्र सम् उपसर्गपूर्वकः आपदातुः, उपसर्गपूर्वकः आपदातुः. अत्र सम् उपसर्गः इति उपसर्गः अस्ति इति कारणेन अत्र आप्तातुः अकर्मकः, किन्तु समाप्नोति, समाप्नोति इति अकर्मकः, समापयति इति सकर्मकः. तर्हि अत्र अकर्मकधातु अस्ति इति कारणतः अत्र कर्तरि सति सप्तमी भवति. अत्र भोजनमिति कर्तृपदमस्ति, समाप् इति क्रियायाः धातु इति क्रियायाः आशयः अस्ति भोजनं, भोजनं कर्ता अस्ति अत्र, अत्र कोऽपि दोषः न स्यात्. अत्र भव, अत्र कार्यं समाप्तं, भोजनं समाप्तं. किं भोजनं समाप्तम् इत्यस्मिन् वाक्ये अत्र भोजनं कर्तृपदमस्ति, कर्मपदं नास्ति. किन्तु अत्र भवता भोजनं समाप्तं वा इति दोषपूर्णवाक्यम् अस्माभिः न वक्तव्यमस्ति. अत्र भवता भोजनं समापितं वा, समाप्तम् इति निजन्तप्रयोगः. तत्र भवता, तत्र भोजनं कर्मपदं, तत्र भवता कर्तृपदमस्ति. भवता भोजनं समापितं वा? किन्तु भोजनं समापितं वा इति तत्र भोजनं कर्तृपदम्, अतः अत्र भोजने समाप्ते पिता कार्यालयं गतवान् इति अस्मिन् वाक्ये कर्तृपदमस्ति, किन्तु भोजनं कर्तृप्रयोगः. समाप्ते इति ज्ञापकक्रियायाः आशयः अस्ति भोजनम्. अत्र द्रव्ये नष्टे, अत्र नष् धातुः अकर्मकः अस्ति, नश्यति. नश्यति इत्यस्य कर्मपदं न भवति. अत्र द्रव्यं कर्मपदं नास्ति, किन्तु क्रियापदमस्ति, कर्तृपदमस्ति. द्रव्यं नष्टं, भवता द्रव्यं नष्टमिति वाक्यं किन्तु न भवति खलु. अत्र निजान्त भवता इति वक्तुम् इच्छति चेत् तत्र निजान्तप्रयोगः उपयोक्तव्यः अस्ति. नाशयति, भवान् द्रव्यं नाशितवान् वा, भवता द्रव्यं नाशितं वा? किन्तु द्रव्यं नश्यति स्वयं. स्वयमित्युक्ते तत्र कर्तृपदमस्ति द्रव्यं. द्रव्ये नष्टे धनिकः दुःखी अभवत् इत्यस्मिन् वाक्ये अत्र द्रव्यम् अस्ति कर्तृपदं, ज्ञापकक्रिया नष्टं तस्य आशयः अस्ति द्रव्यं. द्रव्ये नष्टे धनिकः दुःखी अभवत्. अत्र सर्वे तत्र दातवः अकर्मकाः सन्ति, अतः पूर्वतने पूजे तत्र अस्माभिः दृष्टं यत् अकर्मकधातूनां कर्तरि अपि भवति कृतान्तप्रयोगः. अत्र कर्तरिप्रयोगः अस्ति, तदर्थं ज्ञापकक्रियायाः आशयः कर्ता. पितरी कार्यालयं गते माता भोजनं कृतवती. अत्र गम् धातुः सकर्मकः, किन्तु गत्यार्थकः इति कृत्वा कर्तरी अपि भवति कृतात्प्रयोगः इति अस्माभिः दृष्टम्. तत्र अकर्मकधातूनां कृतान्तप्रयोगे तत्र कर्तृप्रयोगः भवति, अपि च गत्यार्थकधातूनां कृतान्तप्रयोगे कर्तृप्रयोगः भवति. तर्हि पितरि कार्यालयं गते माता भोजनं कृतवती इति अस्मिन् तत्र गम् धातोः आशयः अस्ति पितृशब्दः. अस्तु, समीचीनमस्ति. एवमेव अग्रजायां गृहम् आगतायां सर्वे सन्तुष्टाः. अत्रापि तथा गत्यार्थकधातुः अस्ति इति कृत्वा तत्र आगतायां तत्र ज्ञापकक्रियायाः आशयः अस्ति अग्रजा. अस्तु, इदानीम् अग्रिमे पूते पश्येमेकवारम्. अध्यापकेन प्रश्ने कृते छात्रा उत्तरम् उक्तवती इति अस्ति. अत्र कीदृशी गतिः अस्ति? अध्यापकेन प्रश्ने कृते, तर्हि अत्र अस्माभिः प्रश्नः कर्तव्यः अस्ति. यथा प्रथमे पुटे अस्माभिः यद् दृष्टमासीत्, अध्यापके उपविष्टे छात्राः उपविष्टवन्तः. अत्र कः उपविष्टः? यः उपविष्टः सः तु क्रियायाः आश्रयः, स तु अध्यापकः उपविष्टः. विकसितः, विकसितं किं? विकसितं पुष्पं. समाप्तं किं? समाप्तं भोजनं. नष्टं किं? नष्टं द्रव्यं. गतः कः? गतः पिता. कार्यालयं न गतं, गतः पिता. अत्र किन्तु अध्यापकेन प्रश्ने कृते, अत्र कः कृत, तत्र कः कृतः? अध्यापकः कृतः इति नास्ति खलु. तत्र अस्माकं बोधः स्यात्, अध्यापकः न कृतः, किन्तु प्रश्नः कृतः. प्रश्नः कृतः इति कृत्वा अत्र तत्र ज्ञापकक्रियायाः आशयः अत्र प्रश्नः. प्रश्नः च कर्मपदं, न तु कर्तृपदं. तर्हि अध्यापकेन प्रश्ने कृते अत्र सति सप्तमी कुत्र भवति? ज्ञापकक्रियायाः आश्रयः अत्र कर्मपदमस्ति. किमर्थं न तु कर्तपदं? यतोहि अत्र कर्मार्थे अस्ति सति सप्तमी. अध्यापकेन प्रश्ने कृते अत्र सामान्यस्थितिः अस्ति, नाम तत्र यत्र कुत्रापि सकर्मकधातुः अस्ति, सकर्मकधातुः अस्ति चेत् तत्र कर्मपदं भवति एव. अपि च सामान्यप्रयोगः तत्र सकर्मकधातूनां कृतान्तप्रसङ्गे अस्ति कर्मणिप्रयोगः. तत्र क्रियाशयः अस्ति कर्म न तु कर्ता. तर्हि अध्यापकेन प्रश्ने कृते इति वक्तव्यमस्ति. भिक्षुकेन अन्ने प्राप्ते, अत्र आप्दातुः सकर्मकः, प्र उपसर्गपूर्वकः आप्दातुः सकर्मकः अस्ति. अस्तु, तर्हि अत्र किं प्राप्तम् अथवा कः प्राप्तः? भिक्षुकः प्राप्तः अथवा अन्नं प्राप्तम्? अन्नं प्राप्तं खलु. इति कृत्वा सति क्रियाशयः अस्ति कर्मपदम्, अत्र न तु कर्तृपदम्. कर्तृपदं भवितुमेव नार्हति अत्र कर्तृपदं क्रियायाशयः, यतोहि सकर्मकधातुः अस्ति, अपि च स च सकर्मकधातुः गत्यर्थके नास्ति. प्र उपसर्गपूर्वकः आप्दातुः गत्यर्थे अपि भवति, किन्तु अत्र नास्ति. अहं गृहं प्राप्तवान् पञ्चवादने. कदा प्राप्तवान् अहं गृहं प्राप्तवान् पञ्चवादने. गृहं प्राप्तवान् प्र उपसर्ग आप्दातुः. तर्हि अहं गृहं प्राप्तवान् इत्यस्मिन् अर्थे अहं गृहं प्राप्तः गत्यार्थके कर्तृकत, यतोहि गत्यार्थकधातुः अस्ति तत्र. अत्र किन्तु नास्ति. भिक्षुकेन अन्ने प्राप्ते, अत्र नितरां गत्यार्थके नास्ति. तर्हि मधुरे गीते श्रुते, अत्र बालिका, अत्र बालिका श्रुता अथवा गीतं श्रुतं? गीतं श्रुतं खलु. इति कृत्वा क्रियायाः आशयः अस्ति गीतशब्दः. गीतमिति तत्र आशयः. मधुरे गीते श्रुते नाम बालिकया मधुरे गीते श्रुते ताः सन्तुष्टाः, नाम बालिकाभिः, बहुवचने अस्ति. बालिकाभिः मधुरे गीते श्रुते ताः सन्तुष्टाः इति अस्ति. तर्हि अस्माभिः प्रथमतया अवगन्तव्यमस्ति यत् सामान्यमस्ति यदा तदा इति अर्थः. अनन्तरं क्रियायाः, ज्ञापकक्रियायाः आशयः कः? आशयः नाम अर्थं दृष्ट्वा. आशयः अस्ति कर्ता इति चेत् तत्र अकर्मकधातुः अथवा गत्यार्थकधातुः तावदेव, नो चेत् सकर्मक अवशिष्टाः सर्वे सकर्मकधातवः इति चेत् तत्र किं केवलं ज्ञापकक्रियायाः आशयः अस्ति कर्मपदम्. अस्तु, गृहपाठत्वेन मया उक्तमासीत् यत् कानिचन वाक्यानि रचनीयानि. लक्ष्मीभगिनी किञ्चित् लिखितवती वा? आं महोदय. एकम् उदाहरणं वदतु. एतत् वाक्यं कर्तरिप्रयोगे अस्ति. वाक्यं वदतु. मयि भवत्याः गृहम् आगतायां सत्यां भवती कुत्र गतवती? हा अस्तु, बहु सम्यक् अस्ति. पुनः पुनः सर्वे शृण्वन्तु, पुनः वदतु. अत्र यदा तदा उपयुज्य वदामश्चेत् यदा अहं भवत्याः गृहम् आगता तदा भवती कुत्र गतवती, तदेव वाक्यं सतिसप्तमी उपयुज्य वक्तुमिच्छामि. अतः मयि भवत्याः गृहम् आगतायां सत्यां भवती कुत्र गतवती, अत्र ज्ञापकक्रिया अस्ति गृहस्य आगमनम्. अनन्तरं अत्र वाक्यं कर्तृप्रयोगे अस्ति, किमर्थं चेत् अत्र गम् धातुः गत्यर्थकधातुः, अत्र ज्ञाप्यक्रिया अस्ति, अत्र भवती कुत्र गतवती इति. अत्र कर्तृपदम् एव ज्ञापकक्रियायाः आश्रयः. अत्र अहम् इति पदं कर्ता. अस्तु, बहु सम्यक्, बहु सम्यक् अस्ति. तर्हि विद्याभगिनी एकं वाक्यं वदति वा? महोदय, मात्रा पाके कृते पुत्रः भोजनार्थम् आगतवान्. अत्र कर्मण्यार्थे अस्ति, कृ इति धातुः सकर्मकधातुः, अतः अत्र कृतः इति तान्तरूपं कर्मण्यार्थे अस्ति. मात्रा इत्यस्य तृतीया विभक्तिः. अत्र मूलवाक्यमस्ति मात्रा पाकं कृतं, पुत्रः भोजनार्थम् आगतवान् इति. अत्र क्रियायाः आश्रयः पाकम्, अपि च तदेव पाककरणमेव ज्ञापकक्रिया. अत्र सकर्मकधातुः इति कृत्वा कर्मण्यार्थे अस्ति. हा, बहु समीचीनमस्ति. अस्तु, अग्रे सरला भगिनी वदतु. कर्मणि अर्थे अस्ति पित्रा शुनकः आनीतः बालः नन्दति. सप्तमी भवति पित्रा शुनके आनीते सति बालः नन्दति. अत्र नी धातुः अस्ति सकर्मकधातुः, अतः तस्य सप्तमी शुनक भवति अनुक्तं कर्मपदं. शुनके सति सप्तम्या विभक्ति भवति, कृतप्रत्ययस्य आनीत, तस्य आनीते भवति सप्तमी विभक्ति सति. हा, बहु समीचीनमस्ति. अस्तु, राजेन्द्रमहोदय वदति वा? आम् आं महोदय. मात्रा पतितायां पुत्र्यां सान्त्वना अदद्यत्. यदा पुत्री अपत्यत् तदा माता तां सान्त्वना दत्तवती. वाक्यं पुनः वदतु, वाक्यं पुनः वदतु. मात्रा पतितायां पुत्र्यां सत्यां सान्त्वना अदद्यत्. कर्मणि प्रयोगे कर्मणि प्रयोगे अस्ति. मात्रा तु तृतीय विभक्ति अस्ति. पतितायां पुत्र्यां कर्मपदं पतितम् अस्ति. तत्र पुत्र्यां तु कर्मपदं पतितायाम् अस्ति. तत्र सती सप्तमी पतितायां पुत्र्याम्. अस्तु, तत्र पुनः अन्तिमवारं वाक्यं वदतु. मात्रा पतितायां पुत्र्यां सत्यां सान्त्वना अदद्यत्. अदद्यत्, अदद्यत्. तत् कीदृशरूपम् अस्ति? तत् भूतकाल. लङ् इति वक्तुम् इच्छति वा? आम् आम् आं महोदय. लक्ष्मी भगिनी, तत् रूपं साधु अस्ति वा? अत्र ददाति इति पदस्य लङ्लकारूपम् अददत्. तत्र यकारः किमर्थं भवत् महोदय? न जानामि महोदय, किन्तु दोषः. अस्तु अस्तु, शुक्रमहोदय, अग्रे कृपया. हा महोदय, वर्गस्य समये प्राप्ते अहं योजितः. पुनः वर्गस्य समये प्राप्ते अहं योजितः. समयः प्राप्तः. हा, अस्तु, समीचीनं. वाक्यं समीचीनमस्ति. हा, समीचीनमस्ति. वर्गस्य समयः प्राप्तः. तत्र समयः प्राप्तः, तत्र वर्गस्य इति षष्टि अत्र, तत्र षष्टि इति किमर्थम्? तत्र समयः कस्य इत्युक्ते वर्गस्य इति सम्बन्धं बोधनार्थं षष्टि प्रायः भवितुमर्हति. अत्र अत्र कर्तृपदं किम्? अत्र समयः एव कर्तृपदं किल, समयम् एव अत्र प्राप्तः इति. तत्र किं वक्तुम् इच्छति भवान्? अत्र प्राप्तः इति गत्यार्थके अस्ति वा? गत्यार्थे समयविषये प्राप्त इति गत्यर्थकं न भवति किल? न, समयः प्राप्तः, समयः प्राप्तः अत्र अत्र प्रश्नः अस्ति यत् प्र उपसर्ग आप्दातुः अत्र सकर्मकः वा अकर्मकः वा? अत्र यदा मया चिन्तितं तत्र कर्तर्तकः इति अहं चिन्तयामि, न तु कर्म. न न न न, प्रथमं सोपानेन गच्छामः. अत्र एतत् वाक्यं सम्यक् अस्ति न वा इति द्रष्टव्यमस्ति. अत्र प्र उपसर्ग आप् धातुः अस्ति, अकर्मकः वा सकर्मकः वा? अकर्मकः इति स्वीकृतम्. अकर्मकः कस्मिन् अर्थे? कथं प्र उपसर्गः आप् धातुः तत्र अकर्मकः स्यात् अत्र? तत्र इदानीं भिक्षुकेन अन्ये प्राप्ते इति अस्ति किल, तादृश तत्र अकर्मकमिति अकर्मकप्रयोगः वा? न न न, क्षम्यतां, तत्र तत्र तु सकर्मकः प्रयोगम् अन्नम् इति कर्म इत्येव, भिक्षुकेन अन्ये प्राप्ते इति. अत्र तु अत्र प्र उपसर्गः आप् धातुः तदानीं तत्र न अकर्मकः इति न कदापि भवति, किन्तु सकर्म तत्र गत्यार्थके गत्यार्थकप्रयोगः अस्ति. यदा बालकः गृहं प्राप्तः, किन्तु अत्र तथा नास्ति भवता यदुक्तं. प्रथमतया अकर्मकः प्रयोगः एव नास्ति, सकर्मकः एव अस्ति, अकर्मकः नास्ति. अकर्मकः नास्ति तत्र, तस्य कर्मपदं भवति एव. समय कर्मपदं भवति चेत् तत्र कर्ता कः भवति? समये प्राप्ते इत्यत्र तदर्थम् अहं पृष्टवान्. अत्र समयः प्राप्तः केन? इदानीं मया किञ्चित् समयः प्राप्तः, अथवा भवतः साहाय्यं कर्तुं शक्नोमि इति प्रयोगः अस्ति. ओ, मया किञ्चित् समयः प्राप्तः. वर्गस्य समय नाम वर्गस्य समयः इदानीं किञ्चित् इतोपि चिन्तयन् अस्मि. अत्र वर्गेण समयः प्राप्तः इति कथं वा स्यात्? वर्गः समयं प्राप्नोति वा? वर्गस्य समयः आगतः आम् इति विवक्षा खलु न वा? आं सत्यं सत्यं, तदेव विवक्षा. या वर्गस्य समयः आगतः, वर्गस्य समयः प्राप्तः इति प्रयोगः प्रायः समीचीनः न स्यात्. विद्या भगिनी, वर्गार्थं मया समयः प्राप्तः इति भवति खलु? न, किन्तु सः वक्तुमिच्छति यत् समयः आगतः, नाम वर्गस्य समयः आगतः. वर्गस्य समयः आगतः, सत्यं, तदेव वर्गस्य समयः आगतः. हा, समयः आगतः, अतः सः वर्गे उपस्थितः यतोहि समयः जातः, समयः आगतः इति अस्मिन् अर्थे. किन्तु तत्र तादृश तत्र किं प्राप्तः इति तादृशप्रयोगः न स्यात् अत्र. इत्युक्ते तत्र आगते इति वक्तव्यं वा? वर्गस्य समये आगते अहं योजितः इति. आम् समयः वर्गस्य समयः आगतः अत्र इति चेत् तत्र आगतः इति वदामश्चेत् तत्र गत्यर्थकधातुः भवति सकर्मकः अपि गत्यर्थकः भवति इति कृत्वा तत्र कर्तरिप्रयोगः एव भवति न तु तत्र कर्म आश्रयः अस्य क्रियायाः आश्रयः कर्ता एव भवति न तु कर्म समयः आगतः गम् धातुः तत्र सकर्मकः अस्ति अकर्मकः न भवति किन्तु समयः आगतः समयः आगतः इति प्रयोगः समीचीनः अस्ति समयः आगतः अस्ति समयः जातः समयः आगतः गम् धातुः तत् गम् धातोः अकर्मकप्रयोगः नास्ति एव सकर्मकः एव अस्ति सकर्मकधातुः अस्ति समयः आगतः अति सम्यक् अस्ति वा अति द्रष्टव्यमस्ति वस्तुतः यतोहि तस्य कर्मपदं स्यात् न अनुक्ते सत्यपि समयः जातः किन्तु महोदय तत्र गत्यर्थकधातोः कर्तरि अपि तप्रत्ययः भवति भूतकालार्थे इति अस्माभिः अवश्यम् अवश्यं किन्तु कर्मपदमपि अस्ति सत्यम् अहं गृहम् आगतः यत्र यत्र आगतः तत्र कर्मपदमस्ति यत्र तर्हि वर्गः नाम तत्र समयः आगतः इति चेत् तत्र कुत्र आगतः समयः जातः समयः आगतः इति मया द्रष्टव्यं किञ्चित् चिन्तनीयमस्ति अस्मिन् प्रसङ्गे के अस्मिन् प्रसङ्गे किन्तु आप् समयः प्राप्तः इति न भवति समयः प्राप्तः इति अपरस्मिन् अर्थे भवति किन्तु यथा अस्माभिः उक्तं मया किञ्चित् समयः प्राप्तः अतः भवतः सहायं कर्तुं शक्नोमि इति तादृशार्थे किन्तु समयः आगतः इति प्रायः न स्यात् समयः आगतः कुत्र आगतः समयः जातः अस्तु द्रष्टव्यमस्ति राजीभगिनी प्रायः न कृतवती कृतवती वा महोदय एकवारं लङ् रूपं सम्यक् वदामि अददात् ददाति इत्यस्य लङ् रूपम् अददात् अददात् अददात् इति सम्यक् अस्तु अस्तु तर्हि राजीभगिनी वदति वा आं महोदय वदतु मातुः गृहं गतवती सा सन्तोषम् अनुभूतवती पुनः वदतु वदतु मातुः गृहं गतवती सा सन्तोषम् अनुभूतवती मातरी मातु न न मातुः इति किमर्थम् उक्तवती माता न मातुः न अहं मातुः गृहं गतवती अहम् अस्तु अहं मातुः गृहं गतवती सा सन्तोषम् अनुभूतवती मातरी गृहं गते एकनिमेषः एकनिमेषः पुनः तत्र भ्रमः इदानीं कर्तृपदं किं कर्तृपदम् अहं तर्हि क्रियायाः आशयः कः माता न अहम् अहं तर्हि मातरी कथम् आसीत् क्रियायाः आश्रयम् अहमेव मयि मातुः गृहं गते सा सन्तोषम् अनुभूतवती न किन्तु मयि अहं तु भवती वदति वा महिलारूपेण वदति न पुरुषरूपेण वदति ओके अयि मातरी गृहं गताय न न न क्षम्यताम् अत्र हा अत्र अत्र हा नाम मयि इति स्त्री अस्ति चेत् पुनः किमुक्तं गतायां इति इदानीं समीचीनमस्ति गतायाः सा सन्तोषम् अनुभूतवती यतो अहं गृहं गता इति स्त्री अहं गृहं गता सा सन्तोषम् अनुभूतवती मयि गृहं गतायां सा सन्तोषम् अनुभूतवती मया गृहं गतायां खलु अस्तु सम्यक् अस्तु सुब्रह्मण्यं तत्र वाक्यमस्ति वा आं महोदय इदानीम् अत्र मम वाक्यमस्ति भागवतारिण्या हरिकथायां समापितायां सत्यां सर्वैः श्रोतृभिः करतालध्वनिः कृतः किं समापितायां सत्यं हरिकथायां समापितायां सत्यां भागवतारिण्या हरिकथायां समापितायां सत्यां अस्ति महोदय अत्र हरिकथा इति ज्ञापकक्रियायाः आश्रयः समापिता इति ज्ञापकक्रिया अस्ति ज्ञाप्यक्रिया अस्ति कृतः करतालध्वनिः कृतः अस्तु समीचीनमस्ति हा समीचीनमस्ति वाक्यं सम्यक् अस्ति अन्य कोऽपि अखिलभगिनी वक्तुमिच्छति वा आं महोदय तत्र विद्युति स्थगिते बालाः रुदितवन्तः विद्युत् इत्यस्य लिङ्गं किं विद्युत् इति नपुंसकलिङ्गम् इति चिन्तयामि परन्तु श्रीलिङ्गे अस्ति खलु श्रीलिङ्गे अस्ति इति चिन्तितवान् प्रायः तर्हि विद्युत् स्थगितायां सत्यां बालाः विद्युति क्षम्यतां विद्युति एव खलु विद्युति स्थगितायां सत्यां बालाः रुदितवन्तः समीचीनमस्ति सम्यक् अस्ति मेहनत् महोदय वाक्यमस्ति मया आश्रयकर्मः अस्ति अत्र मया अभ्यासेन कृते महोदयः सन्तुष्टः अभवन् मया अभ्यासेन इति किं पुनः चिन्तयतु मया तत् सामान्यवाक्यं वदतु सति सत्यम् इति नास्ति आम् यदा अहम् अभ्यासं कृतं न कृतम् इति चेत् तत्र किं यदा अहम् अभ्यासं कृतवान् अथवा यदा मया अभ्यासः कृतः यदा मया अभ्यासः कृतः तदा महोदयः सन्तुष्टः अभवन् महोदयाः तर्हि इदानीं सति सत्यं किं स्यात् मया अभ्यासे कृते महोदयाः सन्तुष्टः अभवन् इदानीं सम्यक् अस्ति पुष्पभगिनी भवति वा अस्मिन् वाक्ये द्वितीयं वाक्यं महोदयाः सन्तुष्टाः अभवन् इति भवति वा हा इति उक्तवान् एव बहुवचने बहुवचने अस्ति सत्यम् अस्तु इति बहु सम्यक् अस्ति इदानीं पुनः एकः बिन्दुः अस्ति यत् वयं यदा वदामः यत् कर्मार्थे भवति कर्त्रार्थे भवति कृतान्तप्रयोगः तदनुसृत्य तत्र सतिसप्तमी भवति तदानीम् अस्मिन् प्रसङ्गे अपि चिन्तनं कर्तुं शक्नुमः यत् गत्यार्थकधातूनां कीदृशी गतिः अस्ति यतोहि अत्र यथा प्रथमे प्रथमे पृष्ठे अत्र पितरि कार्यालयं गते माता भोजनं कृतवती, तादृशं वाक्यं यथा बालके पाठशालां गते माता भोजनं कृतवती, बालके पाठशालां गते माता भोजनं कृतवती. इदानीं इदं वाक्यं शुकवर्णं वा तत्र वदतु, अत्र इदं वाक्यं कर्तृप्रयोगे अस्ति वा कर्मणि वा अत्र सति सप्तमी? क्षम्यतां महोदय, किञ्चित् कार्ये आसीत्. हा वदामि, अन्य कोऽपि वदतु, नो चेत् पुनः वदतु. वदामि, बालके पाठशालां गते माता भोजनं कृतवती, क्रियायाः आशयः कः? बालकः गमनक्रिया, अत्र गमनक्रिया अस्ति, गमनक्रियायाः आश्रयस्तु बालकः, बालकः. अस्तु, तर्हि तत्र अत्र कर्मणि प्रयोगे भवितुमर्हति वा? कर्मा तु अस्ति गमनक्रियायाः, यद्यपि गमनक्रिया अस्ति तत्र कर्म भवत्येव, सकर्मकः एव इति कृत्वा बालकेन विद्यालये गते इत्यपि भवितुमर्हति किल? विद्यालयं गते, पाठशालामिति उक्तवान्, पाठशालां गते, न पाठशालाम् इति क्षम्यतां, पाठशालायां गते, पाठशालायाम् इति अस्ति चेत् त्रीलिङ्गमस्ति, अतः गता इति भवति, तत्र रूपं कथं भवति? लक्ष्मीभगिनी साहाय्यं करोतु, किं स्यात्? आं महोदय, एतत् वाक्यं कर्मणि प्रयोगे बालकेन पाठशाला गता इति कर्मणि प्रयोगे वाक्यमस्ति. सति सप्तमी उपयुज्य वदामश्चेत् बालकेन पाठशालायां गत्यां सत्यां माता भोजनं कृतवती इति वाक्यं, माता भोजनं कृतवती. हा, तर्हि गत्यात् गदातु नाम साधारणतया सकर्मकधातूनां तत्र कर्मणि एव भवति. अग्रे यत् लिखितमस्ति, अध्यापकेन प्रश्ने कृते, भिक्षुकेन अन्ने प्राप्ते, मधुरे गीते श्रूते, मात्रा कथायां श्रावितवान् श्रावितायाम् इति कर्मणि, तान्तकर्मणि तत्र सति सप्तमी. कर्मार्थे अस्ति अत्र पितरि कार्यालयं गते इति सुकर्मकधातुः अस्ति, किन्तु कर्त्रार्थे, किन्तु कर्मणि अर्थे अपि भवति, कर्त्रार्थे अपि भवति गत्यार्थकधातूनाम् इति कृते तस्य रूपद्वयम् अस्ति. तत्र भिक्षुकेन अन्ने प्राप्ते इत्यस्य एकमेव रूपमस्ति, यतोहि भिक्षुकः अन्नं प्राप्तः इति तादृशवाक्यं नास्ति इति कृत्वा भिक्षुके अन्नं प्राप्ते इति तादृशवाक्यं नितरां नास्ति. किन्तु यतोहि गत्यार्थकधातूनां क्तान्तप्रयोगसम्बन्धे तत्र रूपद्वयमस्ति, प्रयोगद्वयमस्ति, कर्त्री अपि कर्मणि अपि अस्ति, तर्हि कर्मपदम् अपि आशयः भवितुमर्हति, कर्तृपदम् आशयः, क्रियायाः आशयः भवितुमर्हति इति कृत्वा बालके पाठशालां गते माता भोजनं कृतवती, पुनः बालकेन पाठशालायां तत्र पाठशालायां गतायाम् इति अपि भवितुमर्हति. समीचीनं, महोदय, वयं पठितवन्तः गत्यर्थकधातुः कर्तृप्रयोग भवति यदि अकर्मकधातुः अस्ति चेत् कथं सकर्मक पुनः वदतु अकर्मक गम् धातु अकर्म तान्तप्रयोगे गत्यर्थकधातु इति कृत्वा कर्तरिप्रयोगे एव भवति कर्मणि न भवति इति वयं न कुत्र न तथा नास्ति तथा नास्ति अत्र पुनः तस् कोष्टके इदानीं वर्गस्य आरम्भे अहं यत् दर्शितवान् तत्र पश्यतु कोष्टकम् आगते आगतयोः आगतेषु न अत्र षण्णवतितमे पुटे अस्ति यत् गत्यर्थधातोः कर्तरि अपि इति शब्दः अस्ति खलु नाम कर्मणि तु भवति एव सर्वेषां सकर्मकधातूनां सर्वेषां कर्मणि कृतान्तप्रयोगः भवति गत्यर्थकधातुः अस्ति चेत् कर्तरि अपि अस्ति कर्मणि अपि अस्ति बालकः पाठशालां गतः अपि अस्ति बालकेन पाठशाला गता अपि अस्ति इदानीं तस्य सुब्रह्मण्यं तत्र प्रथमवाक्यं पुष्पेषु विकसितेषु भ्रमराः आगताः अत्र अकर्मकधातु अस्ति आं महोदय तर्हि तस्य द्वितीयरूपमपि स्यात् पुष्पेषु विकसितेषु भ्रमराः आगताः अत्र अकर्मकधातुः अस्ति भूत्वा अत्र भावे प्रयोगे भवितुम् अर्हति किल महोदय पुष्पैः विकसितैः पुष्पैः विकसितैः इति अत्र एकनिमिषः महोदय किञ्चित् पुष्पेषु विकसितेषु भ्रमराः आगताः इदानीम् अत्र अकर्मकधातुः अस्ति कर्तरिप्रयोगे भावे प्रयोगे अत्र भावे प्रयोगे भवति पुष्पैः विकसितैः परन्तु इदानीं सतीसप्तमी अत्र पुष्पैः विकसितैः विकसितैः किमर्थं क्षम्यतां महोदय पुष्पैः भाविप्रयोगे साधारण एकनिमिषः इदानीं सम्यक् महोदय पुष्पैः विकसितेषु भ्रमराः आगताः इदानीं सामान्य रूपं किं स्यात् भावे प्रयोगः तस्य सति सप्तमेति न अत्र एकनिमिषं महोदय पुष्पैः विकसितानि इति भवति महोदय न साधारण भावे प्रयोग एकनिमिषं महोदय क्षम्यतां मम भ्रमः आसीत् पुष्पाणि विकसितानि इति भावे प्रयोगे महोदय पुष्पाणि विकसितानि इति भावे पुष्पाणि विकसितानि अस्माकं साधारणसूत्रं किं नाम एकं द्वे एकं त्रीणि एकम् एकम् एतत् सर्वमस्ति खलु अहम् उपविष्टः इति कर्त्री अहम् उपविष्टः अहम् आसन्दे उपविष्टः अहम् उपविष्टः तत्र तस्य भावे किम् अहम् आसन्दे उपविष्टः भावे अस्ति मया आसन्दे उपविष्टः विद्याभगिनी सायं करोतु विद्याभगिनी नपुंसकलिङ्गे भवति नपुंसकलिङ्गे एकवचने मया उपविष्टम् त्रीणि एकम् अस्ति खलु कर्मणि प्रयोगे त्रीणि एकमेकं, किन्तु भाविप्रयोगे कर्मपदस्य अभावे केवलं त्रीणि एकम् अस्ति खलु. डिफाल्ट् इति एकवचने पुंसकलिङ्गे इति भवान् तु जानाति. क्षम्यतां महोदय, अद्य मम मनः नास्ति चिन्ता, न कस्यापि नास्ति चेत् कस्यापि भवति, अस्माकं सर्वेषां भवति यदा कदाचित्. तर्हि मया उपविष्टं खलु, मया उपविष्टं हा. तर्हि अत्र अत्र पुष्पेषु किं स्यात् सामान्य चतुर्षतिसप्तति न अत्र पुष्पैः विकसितानि न क्षम्यतां महोदय, किमर्थं पुष्पैः विकसितं? हा हा हा हा, पुष्पैः विकसितं, पुष्पैः विकसितमिति साधारणप्रयोगः. तर्हि इदानीम् अखिलभगिनी सायं करोतु, अत्र सतिसप्तमी किं स्यात्? अत्र पुष्पैः विकसिते भ्रमराः आगताः. अत्र अत्र क्रिया ज्ञापकक्रियायाः आशयः कः? ज्ञापकक्रियायाः आश्रयः तु कर्म अस्ति खलु महोदय, तर्हि तत् न ज्ञापकक्रिया इति विकसितम् इति, तर्हि अत्र पुष्पैः इति तत्र तत्र कर्मणि रूपे अस्ति, पुष्पैः विकसिते इति तत्र कर्ता अस्ति पुष्पाणि इति. तत्र क्रियाश्रयः कर्ता एव खलु, तर्हि पुष्पाणि इति. पुष्पेषु विकसितेषु इति वाक्ये विकसितेषु इत्यस्य क्रियाशयः कः? पुष्पेषु विकसितेषु इत्यत्र तु पुष्पं पुष्पाणि इति क्रियाश्रयः कर्ता, अत्र तु कर्मणि पुष्पैः विकसितेषु इति कर्मणि रूपे अस्ति, अत्र तु विकसितेषु इति विकसिते इति इत्यस्य पुष्पैः विकसिते इत्यत्र तत्र विकसितम् इति ज्ञापकक्रिया, तस्य आश्रयः तु कर्म भवति, भावे प्रयोगे तु कर्म नास्ति इति कृत्वा तत्र क्रिया आश्रयः नास्ति इति वा? इति कृत्वा अत्र सति सप्तमी किन्तु न भवति एव, अत्र एव भावे प्रयोगे सति सप्तमी न भवति इति सर्वैः अवगन्तव्यमस्ति. तत्र अकर्मकधातुः अस्ति चेत् तस्य एक एव रूपम् अस्ति. क्रियायाः ज्ञापकक्रियायाः आशयः बहु समीचीनमस्ति भगिनि. अत्र कर्तृप्रयोगे पुष्पेषु विकसितेषु इति स्थितौ तत्र कर्तृप्रयोगे ज्ञापकक्रियायाः आशयः अस्ति कर्ता, कर्ता अस्ति पुष्पाणि, तर्हि पुष्पेषु इति अस्य ज्ञापकक्रियायाः आशयः. किन्तु भावे प्रयोगे कर्मपदं नास्ति, तत्र पुष्पैः विकसितम् इति वाक्यमस्ति, अत्र कर्मपदं नास्ति, तत्र भावे प्रयोगे केवलं क्रियायाः भावः अस्ति, तस्य आशयः एव नास्ति. इति कृत्वा सतिसप्तमी इति किम् उक्तं, अस्माकं सिद्धान्तः कः इति चेत् सतिसप्तमी यत् ज्ञापकक्रियायाः आश्रयः इति द्रष्टव्यमस्ति, कर्ता भवति अथवा कर्म. अत्र भावप्रयोगे न कर्ता भवितुमर्हति, अकर्म एव नास्ति. इति कृत्वा सतिसप्तमी न भवति, नास्ति सतिसप्तमी परिस्थितौ. कोऽपि प्रश्नः वा? तर्हि अत्र सकर्मकधातुः अस्ति चेत् गत्यार्थके रूपद्वयमस्ति. साधारणसकर्मकधातुः अस्ति चेत् केवलं कर्मणि, अकर्मकधातुः अस्ति चेत् केवलं कर्तरि, गत्यार्थकधातुः अस्ति चेत् सकर्मकधातुः इति कारणतः कर्मणि अपि भवति, अपि च गत्यार्थकधातुः अस्ति चेत् इति कारणतः कर्त्री अपि भवति. अकर्मकधातुः अस्ति तत्र कर्त्री भवति, भावे तत्र क्रियायाः आशयः नास्ति इति कृत्वा सतिसप्तमी इति रूपं नास्ति एव. सम्यक् महोदय. आम्, इत्युक्ते पुष्पैः विकसिते सति भ्रमराः आगताः इति रूपम् इति वाक्यम् अशुद्धम् इति भवान् वदति वा? अशुद्धं वाक्यं नास्ति, किन्तु बोधः जायत्येव. न, तादृशं न बोधः न जायते, न जायेत. यदि बोधः जातः तत्र न स्यात्, तादृशबोधः न जायेत. तथा न स्यात्. विकसिते सति इति तादृशं न भवति. पुष्पैः विकसिते सति भ्रमराः आगताः इति न भवति. इत्युक्ते कर्मणि प्रयोगे कर्तरिप्रयोगे एव सति सप्तमी भवति. किमर्थम् इत्युक्ते तत्र आश्रयः भवति इति कृत्वा. भावे प्रयोगे न भवति. न भवति. अस्तु, इति क्तान्तरूपस्य अभ्यासः. क्तान्तरूपस्य तत्र विषयः किञ्चित् जटिलः, अधिककाठिन्यं नास्ति किन्तु जटिलः, यतोहि कर्तरि अपि अस्ति, कर्मणि अपि अस्ति, कुत्रचित् नास्ति अपि इति एतत् सर्वं दृश्यते. अग्रे इदानीं क्तवतु, अनन्तरं शत्र शानच्. अत्र क्तवतु इति अस्य विषयः सुलभः, यतोहि सर्वत्र कर्तृप्रयोगे अस्ति. कर्तृ अर्थे एव भवति क्तवतु इति कृत्वा एतादृशचिन्तनं न अपेक्षितमेव अस्ति. किञ्चित् पठेम अत्र. मेहुलमहोदय पठतु कृपया अग्रे. तत्र अधस्तनवाक्येषु ज्ञापकक्रियायाः क्तवतु प्रत्ययान्तेन कस्मिन् पुटे? अत्र अग्रिमे पुटे अस्ति, त्र्यधिकषष्टमे पुटे अस्ति. न षट् षडधिक एकशतं. तत्र मध्यस्थभागे आम्. एतेषु अभ्यासेषु ज्ञापकक्रियायाः एतस्मिन् पुटे 106 खलु? अग्रे. अस्तु, एतेषु अभ्यासेषु ज्ञापकक्रियायाः स्वरप्रत्ययान्तेन शब्देन प्रतिपादनं वर्तते. इति समाप्तं. तत्तु समाप्तम्. अधस्तनवाक्येषु ज्ञापकक्रियायाः तवतु प्रत्ययान्तेन शब्देन प्रतिपादनं भवति. यथा गोपाले गतवती अनुजा तस्य प्रकोष्ठं प्रविष्टवती. गोपालः गतवान्, अनुजा तस्य प्रकोष्ठं प्रविष्टवती इत्यर्थः. वाक्येषु सतिसप्तमीविभक्तेः प्रयोगार्थं तवतु प्रत्ययान्तस्य सप्तमीविभक्तिरूपाणि स्मरत. तवतु प्रत्ययान्तस्य गतवत् शब्दस्य सप्तमीविभक्तिरूपाणि गतवती, गतवतोः, गतवत्सु पुल्लिङ्गे नतु सङ्कलिङ्गे, गतवत्यां, गतवत्योः, गतवतीषु स्त्रीलिङ्गे. प्रातिपदिकमस्ति गतवत्, तकारान्तशब्दः यथा भवत् भवत्. अतः सप्तमीविभक्ति एकवचने, द्विवचने, बहुवचने इति पुल्लिङ्गे स्त्रीलिङ्गे तथा भवत् भवति, भवत् भवति इति वत्. तत्र उदाहरणं तत्र किमस्ति, किमर्थं तथा? यथा गोपाले गतवती अनुजा तस्य प्रकोष्ठं प्रविष्टवती. अत्र क्रियाद्वयमस्ति. प्रथमक्रिया गोपालः गतवान्, अनन्तरं द्वितीयक्रिया अस्ति अनुजा तस्य प्रकोष्ठं प्रविष्टवती. तत्र द्वितीयक्रियायाः समयं प्रथमक्रिया प्रदर्शयति, ज्ञापयति. अतः गतवान् इति पदस्य सप्तमविभक्ति तवतु प्रत्यये गतवती इति भवति पुल्लिङ्गे. गोपालः पुल्लिङ्गशब्दः अस्ति, अतः गोपाले इति सप्तमविभक्ति. किं गतवान् इत्युक्ते गोपालः गतवान्, अतः गोपाले इति अपि सप्तमी विभक्ति रूपं पदं. गोपाले गतवती अनुजा तस्य प्रकोष्ठं प्रविष्टवती इति आगच्छति. तर्हि अत्र गतवान् इति तत्र ज्ञापकक्रिया अस्ति, तस्य क्रियायाः आशयः अस्ति गोपालः. गोपालः कर्त्रार्थे अस्ति, क्तवतु इति कर्त्रार्थे एव अस्ति, कर्मार्थे न भवति. तर्हि कः गतवान्? गोपालः. गोपालः अत्र गम् धातोः आशयः अस्ति, गमनक्रियायाः आशयः अस्ति. तर्हि गोपालः गतवान्, गोपाले गतवती सति, गोपाले गतवती सति, अनुजा तस्य प्रकोष्ठं प्रविष्टवती. अस्तु, समीचीनमस्ति. तर्हि अग्रे राजेन्द्रमहोदय. आं महोदय, यत् कोष्ठके अस्ति तत् महोदय, तत्तु जातम्. आम् अस्तु. यथा उदाहरणं क्वतु प्रत्ययान्तं प्रयुज्य सति सप्तमी वाक्यानि लिखत. यथा यदा पिता गतवान् तदा शिशुः रुदितवान्, पित्री गतवती शिशुः रुदितवान्. अग्रिममस्ति यदा नृपः. किम् अत्र अस्ति? किम् अत्र? अत्र गतवान् तस्य सति सप्तमी रूपं गतवती तोत् प्रयोगः अस्ति. पित्री क्रिया आश्रयः अस्ति पिता. पिता यदा पिता गतवान् तदा शिशुः रुदितवान्. अस्तु, तर्हि कार्यालयम् इति स्थापयामः चेत् तत्र वाक्यं कथमस्ति? कार्यालयः पित्री कार्यालयं गतवती शिशुः रुदितवान्. नाम पिता कार्यालयं गतवान् इति यदा तदा शिशुः रुदितवान्. तर्हि तस्य सति सप्तमी भवान् उक्तवान्. इदानीं तस्य कर्मपदं क्रियायाः आशयः भवितुमर्हति वा अत्र? तत्र कार्यालयः अत्र पितरी इति यथा गत्यर्थक गत्यर्थक अस्ति, परन्तु तौ तु प्रयोगे तु केवल कर्ते अर्थक एव भवति, कर्मणि न भवति. हा, अत्र कर्ति कर्त्र कर्त्र गत्यर्थकः अस्ति चेदपि तत्र केवलं क्तान्तप्रयोगविषये तत्र तादृशविकल्पः. अत्र यत्र क्तपतयः, अत्र क्तपतयः नास्ति, अत्र क्तवतु प्रत्ययः अस्ति, न तु क्त. अत्र क्त सामान्यमस्ति कर्मणि, तत्र गत्यर्थकः अस्ति चेत् विकल्पेन कर्तरि. अत्र क्तवतु इति नित्यं सर्वत्र कर्त्रार्थे. तत्र गत्यर्थकधातुः भवतु नाम अकर्मकधातुः भवतु नाम तत्र केवलं कर्त्रार्थे अस्ति. अस्तु, राजीभगिनी अग्रे. यदा नृपः सूचितवान् तदा सैनिकाः धावितवन्तः. नृपे सूचितवती सैनिकाः धावितवन्तः. सत्यं, नृपे सूचितवती सति सैनिकाः, सूचितवती सति सैनिकाः धावितवन्तः. अस्तु, बहु सम्यक् अस्ति. अग्रे सरला भगिनी अग्रे. यदा गुरुः आहूतवान् तदा शिष्याः आगतवन्तः. गुरौ आहूतवत् गुरोः आहूतवत् सति शिष्याः आगतवन्तः. क्षम्यता, पुनः. गुरोः आहूतवत् सति शिष्याः आगतवन्तः. अत्र आहूतवान् इत्यस्य प्रातिपदिकं किं? प्रातिपदिकं किम्? आहूतवत्. अपि च सप्तमी विभक्तौ? सप्तमी विभक्तौ भवति आहूतवत्. न, प्रातिपदिकम् आहूतवत्. आहूतवत् इति प्रातिपदिकं, यथा भवत् भवत् शब्द सप्तमी विभक्तौ. इकार आहूतवती इति भवति, गुरोः आहूतवती. तर्हि पुनः वदतु. गुरोः आहूतवती सति शिष्याः आगतवन्तः. अत्र गुरोः इति किं? सप्तमी वक्तौ गुरुशब्द गुरोः न, तत्र षष्ठी विभक्ति गुरोः पञ्चमी गुरोः महोदय, गुरौ भवति न सप्तमी विभक्ति. विसर्गः नास्ति किन्तु अस्तु तर्हि किमस्ति गुरौ गुरौ आहूतवती सति शिष्याः आगतवन्तः गुरौ आहूतवती सति तदा आहूतवती सति शिष्याः आगतवन्तः अस्तु सम्यक् सम्यक् अस्ति विद्यापय अग्रे यदा नेता आगतवान् तदा जनाः करताडनं कृतवन्तः नेतरी आगतवती जनाः करताडनं कृतवन्तः इति अस्ति अत्र नेता इति नेतृ इति ऋकारान्तशब्दः हा क्रियायाः क्रियाशयः क्रियायाः क्रिया अस्ति आगतवान् इति आगतम् इति क्रिया तस्य आश्रयः अस्ति नेता कर्ता एव आश्रयः इति कृत्वा कर्तुः सप्तमी विभक्ति तत्र तत्र गृहमिति कुर्मः चेत् नेतरी गृहम् आगतवती जनाः नेता गृहम् आगतवान् इति मूलवाक्यम् इदानीं सति सप्तमी नेतरी गृहम् आगतवती जनाः करताडनं कृतवन्तः तस्य अन्यत् रूपं भवति वा तव तु रूपं केवलं कर्त्रार्थे एव अस्ति अतः अन्यत् रूपं नास्ति अतः अन्यत् रूपं नास्ति अस्तु समीचीनम् अखिला भगिनी अग्रे यदा वृक्षः पतितवान् तदा वाहनानि स्थगितानि वृक्षे पतिते वाहनानि स्थगितानि वृक्षे पतिते इति कृतान्तरूपस्य रूपं क्षम्यतां वृक्षे पतितवती वाहनानि स्थगितानि समीचीनमस्ति इति अस्ति अस्तु तर्हि अग्रे लक्ष्मी भगिनी अग्रे तत्र यदा माता आगतवती तदा वयं भोजनं कृतवन्तः अत्र मातरी आगतवत्यां सत्यां वयं भोजनं कृतवन्तः अत्र मातुः आगमनं ज्ञापकक्रिया अत्र माता कर्ता अपि च तावत् प्रत्ययान्तरूपम् अत्र सति सप्तमी अत्र आगतवती इति तावत् रूपम् अतः सर्वदा कर्तरिप्रयोगे भवति न तु कर्मणि हा बहु समीचीनमस्ति अस्तु पुष्पा भगिनी अग्रे बालकौ क्रीडितवन्तौ तदा माता वार्तापत्रिकां पठितवती बालकौ तत्तु बालकोः बालकोः इति न हा नाम शब्दः अस्ति बालक यथा देवशब्दः द्विवचने सप्तमी वक्तौ देवोः इति न देवयोः बालकयोः बालकयोः न बालकयोः प्रकारान्तशब्दः भवत् शब्दवत् भवत् भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता भवद्भ्यां भवद्भिः सप्तमी किं भवते भवद्भ्यां भवद्भ्यः भवतः भवद्भ्यां भवद्भ्यः भवतः भवतोः भवतां भवति भवति भवतोः भवतोः तर्हि अत्र क्रीडितवन् क्रीडितवतोः सत्योः न सत्योः न सत् इति तकारान्तशब्दः सतोः सतोः वार्ता माता वार्तापत्रिकां पठितवती. पुनः वदतु. बालकयोः क्रीडित वतोः सतोः वार्तापत्रिकां पठित माता वार्तापत्रिकां पठित. हा अस्तु समीचीनमस्ति. अग्रे सुब्रह्मण्यं महोदय. यदा शिक्षिका पाठितवती तदा छात्रः विषयम् अवगतवान्. इदानीमत्र शिक्षिकायां पाठितवत्यां सत्यां छात्रः विषयम् अवगतवान्. अत्र पाठितवती इति ज्ञापकक्रिया, तस्य आश्रयः अस्ति अत्र शिक्षिका. हा बहु समीचीनमस्ति, तथैव अस्तु. अग्रे सरला भगिनी अग्रे. यदा धनिकः विज्ञापिका विज्ञापिका दृष्टवान् तदा सुहृत् आगतवान्. धनिके विज्ञापिका दृष्टवती सती सुहृत् आगतवान्. हा समीचीनमस्ति. यदा धनिकः ज्ञापिकां दृष्टवान् तदा सुहृत् आगतवान्. धनिके ज्ञापिकां दृष्टवती सति सुहृत् आगतवान्. अस्तु. हा इति अस्ति. अस्तु अग्रे मेहुलमहोदय अग्रे. यदा गायिका पद्यं गीतवती तदा बालकौ वाद्यं वादितवन्तौ. गायिकायां पद्यं गीतवत्यां बालकौ वाद्यं वादितवन्तौ. गायिकायां पद्यं गीतवत्यां. सम्यक्. हा अस्तु. शुकवनमहोदय अग्रे. यदा मित्राणि आगतवन्ती तदा वयं चलनचित्रं दृष्टवन्तः. मित्रेषु आगतवत्सु वयं चलनचित्रं दृष्टवन्तः. वा बहु समीचीनमस्ति. इति तव तु प्रयोगः केवलं सर्वदा, नाम तत्र अकर्मकधातुः भवितुमर्हति, सकर्मकधातुः यत्किमपि भवतु, अस्माभिः न चिन्तनमेव नास्ति, चिन्तनीयमेव नास्ति, तत्र केवलं कर्तृर्थे अस्ति. अस्तु सम्यगस्ति. अग्रे विद्याभगिनी अग्रे. अधस्तनवाक्येषु ज्ञापकक्रियायाः शत्रुशानच् प्रत्ययान्तशब्देन प्रतिपादनं वर्तते. सावधानं पठत. यथा यदा प्रदीपः चलनचित्रं पश्यन् आसीत् तदा विद्युत् गता. प्रदीपे चलनचित्रं पश्यति सति विद्युत् गता इति वाक्यमस्ति. अत्र वर्तमानकालार्थे अस्ति शत्रुशानच् प्रत्ययौ. अत्र वाक्यमस्ति यदा प्रदीपः चलनचित्रं पश्यन् आसीत् तदा विद्युत् गता. पश्यन् इति शत्रान्तरूपम् अस्ति, दृश् धातोः शत्रान्तरूपं पश्यन्. पश्यन् इति सुबन्तपदम् अस्ति. अत्र प्रदीपः इत्यस्य विशेषणम् अस्ति. अत्र क्रियायाः दर्शनमेव अत्र क्रिया अस्ति. प्रदीपः इति कर्ता एव क्रियायाः आश्रयः इति कृत्वा कर्तुः सप्तमी विभक्तिः. अपि च अत्र शत्रान्तपदं विशेषणमस्ति कर्तृपदस्य इति कृत्वा शत्रान्तपदस्य अपि सप्तमी विभक्तिः. अतः प्रदीपे चलनचित्रं पश्यति सति विद्युत् कथा. पश्यन् इत्यस्य सप्तम्यन्तं रूपमस्ति पश्यति. प्रातिपदिकं पश्यत्. तकारान्तशब्दः. अस्तु, समीचीनमस्ति. अत्र शत्रन्तपदमस्ति वर्तमानकाले नित्यं कर्त्रर्थे. यथा तत्र तव तु नित्यं कर्त्रर्थे अस्ति, अस्माभिः चिन्तनीयमेव नास्ति कर्मणिप्रयोगे. अत्र केवलं कर्त्रर्थे अस्ति, एवमेव शत्रन्तपदं तथा केवलं कर्त्रर्थे अस्ति, चिन्तनीयं नास्ति. पार्थक्यमस्ति, भेदः अस्ति यत् अत्र वर्तमानकाले अस्ति. क्तान्तप्रयोगः नित्यं भूतकाले, तव तु प्रत्ययः नित्यं भूतकाले. शत्रशानच् उभयत्र शत्रशानच् वर्तमानकालार्थे. नाम क्रिया जायमानः अस्ति. यदा अयं कश्चन क्रिया तत्र जायमाना, तदानीं द्वितीयक्रिया जाता. यदा प्रथमक्रिया समाप्ता इति नास्ति, इदानीमेव प्रवर्तमाना अस्ति इति भेदः अस्ति. अस्तु, समीचीनमस्ति. तर्हि अखिला भगिनी, तत्र वृक्ष द्वितीयवाक्यं. महोदय, इदानीं वदामः. अखिला भगिनी, वृक्षः कम्पमानः अस्ति, वानराः तत्र क्रीडन्ति. वृक्षे कम्पमाने सति वानराः तत्र क्रीडन्ति. कम्पमानः इति कम्प् धातोः शानच् रूपं. यत्र आत्मनेपतिदातवः सन्ति तत्र शानच् इति प्रत्ययः आगच्छति. तर्हि कम्पमानः इति अकारान्तपदं, वृक्षः इत्यस्य वृक्षपदस्य विशेषणं. तर्हि वृक्षः इति पुल्लिङ्गे अस्ति इति कृत्वा कम्पमानः इत्यपि पुल्लिङ्गे. कम्पमानः इति कम्प् कम्पति इति एव तत्र कम्प कम्पते कम्पते इति एव क्षम्यतां कम्पते इति एव तत्र क्रियापदं, ज्ञापकक्रिया. तस्य आश्रयः तु वृक्षः इति कर्ता एव. क्षाणच्चपि चत्रुवत् कर्तार्थे एव भवति, कर्तृते एव भवति इति कृत्वा वृक्षे कम्पमाने सति वानराः तत्र क्रीडन्ति इति तत्र वृक्षे इति क्रियायाः आश्रयः कम्पमाने इति तत्र सप्तमी विभक्त्याम् अस्ति सति सप्तमी रूपम्. हा, समीचीनमस्ति. अत्र उभयत्र शानचन्तप्रयोगः शत्रन्तप्रयोगः उभयत्र नित्यं वर्तमानकाले. अत्र पार्थक्यमस्ति किन्तु यत् यद्यपि शत्रन्तप्रयोगः नित्यं कर्त्रार्थे, तत्र शानचन्तरूपं कर्मणि प्रयोगे अपि भवति. कर्त्रार्थे कर्मार्थे उभयत्र भवति. उदाहरणार्थं तत्र अत्र कर्त्रार्थे अस्ति कम्पमानः वृक्षः. इदानीं बालकः पुस्तकं पठन्, यदा बालकः पुस्तकं पठन् आसीत् तदा वृष्टिः अभवत्. इदानीं यदा बालकः पुस्तकं पठन् आसीत् यदा बालकः पुस्तकं पठन् आसीत् इति बालके पुस्तकं पठति सति तत्र वृष्टिः अभवत् इति. पठन् इत्यस्य प्रातिपदिकमस्ति पठत्, तस्य सतिसप्तमी अस्ति पठति. तर्हि बालके पुस्तकं पठति सति वृष्टिः अभवत्. इदानीं पठति इत्यस्य, इदानीम् अहं पुस्तकं पठामि, बालकः पुस्तकं पठति, किन्तु बालकेन किं पुस्तकं पठ्यते? बालकेन पुस्तकं पठ्यते. तस्य इदानीं बालकेन पुस्तकं पठ्यमानं इति अपि रूपमस्ति. बालकेन पुस्तकं पठ्यमानं, तर्हि तत्र पुस्तकेन पठ्यमाने, तर्हि बालकेन तत्र पुस्तके पठ्यमाने सति इति अपि अस्ति. When the book was being read, इति अस्ति. बालकेन पुस्तके पठ्यमाने सति वृष्टिः अभवत् इति तादृशमपि अस्ति, कर्मणिप्रयोगे अपि अस्ति. अस्तु, समीचीनमस्ति. भावे प्रयोगे भवति महोदय. वृक्षः कम्पमानः इति अस्ति, क्षम्यताम्, अत्र वृक्षः कम्पमानः इति अस्ति, तस्य वृक्षेण वृक्षेण कम्प्यमानम् इति अस्ति चेत् तत्र क्रियाश्रयः न भवति, नास्ति इति कृत्वा तत्रापि न भवति खलु भावे प्रयोगे. भावे प्रयोगे तत्र क्रियाश्रयः नास्ति. अस्तु, समीचीनमस्ति. तर्हि रूपाणि कानि तत्र वर्तमानकालम् इत्यस्मिन् विषये किम् उक्तम् अत्र? चलनचित्रं पश्यन् आसीत् तदा विद्युत् गता इति द्वयमपि तथापि वर्तमानकाले अस्ति महोदय. इत्युक्ते तत्र पुस्तकं पठ्यमानम् अस्ति, पुस्तकं पठ्यमानम् आसीत्, पुस्तकं पठ्यमानं भविष्यति इति भवतु नाम, किन्तु वर्तमानकाले अस्ति. लट् प्रसङ्गे सूत्रमस्ति अष्टाध्याय्यां, शत्रुशाना च आगच्छति लट् प्रसङ्गे. तत्र यतोहि तत्र भवति, अस्ति, आसीत्, भविष्यति इति अन्यवार्ता अस्ति, किन्तु तत्र अयं पद इदं पदं नाम पठ्यमानम् इति वर्तमानकाले अस्ति. ह्यः वर्तमाने, श्वः वर्तमाने, इदानीं वर्तमाने, किन्तु वर्तमाने. ओ, इत्युक्ते तत्र क्रियाद्वयं भवति चेत् प्रथमक्रिया तु वर्तमानकाले एव अस्ति, नाम जायमानम् इदानीं, तत् इदानीं ह्यः भवितुमर्हति, तत् इदानीं श्वः भवितुमर्हति, किन्तु इदानीं प्रवर्तमानम् इति अर्थः अस्ति. पुस्तकं पठ्यमानमस्ति, पुस्तकं पठ्यमानं नाम इदानीम् आन्गोयिङ्ग्, इदानीम् अस्ति, जायमानमस्ति, स च जायमानं श्वः भवितुमर्हति, ह्यः भवितुमर्हति. तत्तु केवलं शानच् इत्यत्र वा, नो चेत् शत्रपि वा? शत्रपि तथा. बालकः पुस्तकं पठन् आसीत्, पुस्तकं पठन् भविष्यति. When he will be reading the book next year, then at that time you come. But at that, when he will be ongoing reading the book at that time. So okay. That, tathā bhavishyati, tatra, gate varshe, agami varshe, hyaha, shvaha, kintu jayamanam, continuing iti artaha. Astu mode. Jayamanam asti. Astu. Tari, astu. Ekaname she, idanim, astu, lakshmi patadu kripya, rupani. कोष्टके वा महोदय? सत्रप्रत्ययान्तस्य गच्छत् शब्दस्य सप्तमीविभक्तिर् उपाणि गच्छति, गच्छतोः, गच्छत्सु पुंलिङ्गे अपि च नपुंसकलिङ्गे, गच्छन्त्यां, गच्छन्त्योः, गच्छन्तीषु स्त्रीलिङ्गे. इत्युक्ते अत्र पुंलिङ्गे अथवा नपुंसकलिङ्गे अत्र प्रातिपदिकं रूपं गच्छत्, परन्तु स्त्रीलिङ्गे प्रातिपदिकम् एव गच्छन्ति, यथा नदी शब्दवत्. नदी शब्दवत् अकारान्तशब्दः, नदी शब्दवत् स्त्रीलिङ्गे. शानजन्तरूपाणि तु अकारान्तानि सन्ति इति किमपि नास्ति. अस्तु, एकम् उदाहरणं पठेम, अनन्तरं समापयामः. अत्र किं शुकवनं तत्र उदाहरणं पठतु कृपया. हा महोदय, यदा गोपालः गच्छन् आसीत् तदा अनुजा तस्य प्रकोष्ठं गतवती. गोपाले गच्छति अनुजा तस्य प्रकोष्ठं गतवती इति अत्र गमनक्रिया अस्ति. तस्य आश्रयः तु कर्ता गोपालः अस्ति इति कृत्वा तस्य सप्तमी भवति. गोपाले गच्छति, अनुजा तस्य प्रकोष्ठं गतवती. हा, बहु समीचीनमस्ति. अस्तु, वाक्यद्वयं पठेम. सुब्रह्मण्यं तत्र प्रथमं. महोदय, यदा शिक्षकः वदन् आसीत् तदा छात्राः श्रुतवन्तः. अत्र शिक्षके वदति सति छात्राः श्रुतवन्तः. शिक्षके वदति सति इति उक्तं. अस्तु, समीचीनमस्ति. हा, अस्तु, समीचीनं, बहु सम्यक् अस्ति. अग्रे राजेन्द्रमहोदय, अग्रे द्वितीयं. यदा दिलीपः स्नानं कुर्वन् आसीत् तदा जल आगमनं स्थगितं. दिलीपे स्नानं कुर्वति आसीत् तदा जलागमनं स्थगितम्. हा, कुर्वति. दिलीपे स्नानं कुर्वति सति इति अस्ति. अस्तु, समीचीनमस्ति. किञ्चित् अस्माभिः दृष्टम् इदानीं गृहपाठरूपेण सर्वे वाक्यद्वयं करोतु क्तवतु, वाक्यद्वयं करोतु शत्रन्तम्, अपि च शानजन्तं वाक्यद्वयं. शानजन्तं वाक्यद्वयम् एकं कर्तरि, एकं कर्मणि. अनेन अस्माकं ज्ञानं सुदृढं भविष्यति. तत्र वयं शृणुमः अग्रिमे सप्ताहे. अयं पाठः समाप्तः भविष्यति अग्रिमे सप्ताहे. अपि च पाठः बहु व्यावहारिकः, बहु नाम महत्त्वपूर्णमस्ति. सतिसप्तमी, तस्य विशालप्रयोगः भवति. अस्तु, अत्र समापयामः तर्हि. धन्यवादः सर्वेषां, नमो नमः. धन्यवादः महोदय, नमस्कारः. नमस्कारः, धन्यवादः. धन्यवादः.